ఉణది కోశ పేజ్ 244 359 తృతీయ పాద ఉణది కోశ తృతీయ పాద 359 పీయుక్వణిభ్యాం పీయుక్వణిభ్యాం కాలన్ హ్రస్వం కాలన్ హ్రస్వం సంప్రసారణం చ కాలన్ హ్రస్వం సంప్రసారణం చ పీయుక్వణిభ్యాం కాలన్ హ్రస్వం సంప్రసారణం చ పీయుక్వణిభ్యాం కాలన్ హ్రస్వం సంప్రసారణం చ పీయుక్వణిభ్యాం కాలన్ హ్రస్వం సంప్రసారణం చ పీయుక్వణిభ్యాం కాలన్ హ్రస్వం సంప్రసారణం చ పీయుక్వణిభ్యాం కాలన్ హ్రస్వం సంప్రసారణం చ పీయుక్వణిభ్యాం కాలన్ హ్రస్వం సంప్రసారణం చ పీయుక్వణిభ్యాం కాలన్ హ్రస్వం సంప్రసారణం చ పీయుక్వణిభ్యాం కాలన్ పీయుక్వణిభ్యాం కాలన్ పీయుక్వణిభ్యాం కాలన్ కాలన్ హ్రస్వం కాలన్ హ్రస్వం కాలన్ హ్రస్వం కాలన్ హ్రస్వం సంప్రసారణం హ్రస్వం సంప్రసారణం చ హ్రస్వం సంప్రసారణం చ పీయుక్వణిభ్యాం కాలన్ హ్రస్వం సంప్రసారణం చ పీయుక్వణిభ్యాం కాలన్ హ్రస్వం సంప్రసారణం చ కఠి కుషిభ్యాం కాకుః కఠి కుషిభ్యాం కాకుః కఠి కుషిభ్యాం కాకుః కఠి కుషిభ్యాం కాకుః కఠి కుషిభ్యాం కాకుః కఠి కుషిభ్యాం కాకుః కఠి కుషిభ్యాం కాకుః కఠి కుషిభ్యాం కాకుః సర్తే హే దుక్ చ సర్తే హే దుక్ చ సర్తే హే దుక్ చ సర్తే హే దుక్ చ సర్తే హే దుక్ చ సర్తేర్ దుక్ చ సర్తేర్ దుక్ చ సర్తేర్ దుక్ చ సర్తేర్ దుక్ చ వృతే హే వృద్ధి చ వృతే హే వృద్ధి చ వృతే హే వృద్ధి చ వృతేర్వృద్ధిశ్చ వృతేర్వృద్ధిశ్చ వృతేర్వృద్ధిశ్చ వృతేర్వృద్ధిశ్చ పర్తే హే నిత్ సంప్రసారణం అలోపః చ పర్తే హే నిత్ పర్తే హే నిత్ పర్తే హే నిత్ పర్తే హే నిత్ నిత్ సంప్రసారణం నిత్ సంప్రసారణం నిత్ సంప్రసారణం నిత్ సంప్రసారణం సంప్రసారణం అలోపః సంప్రసారణం అలోపః సంప్రసారణం అలోపః అలోపః చ అలోపః చ అలోపః చ పర్తే హే నిత్ సంప్రసారణం అలోపః చ పర్తే హే నిత్ సంప్రసారణం అలోపః చ పర్దేర్నిత్ సంప్రసారణమలోపశ్చ పర్దేర్నిత్ సంప్రసారణమలోపశ్చ పర్దేర్నిత్ సంప్రసారణమలోపశ్చ పర్దేర్నిత్ సంప్రసారణమలోపశ్చ పర్దేర్నిత్ సంప్రసారణమలోపశ్చ పర్దేర్నిత్ సంప్రసారణమలోపశ్చ సృ యువ సృ యు వచిభ్యో సృ యు వచిభ్యః అన్యు జగ్ అన్యు అన్యు జాగు చక్ను చ అన్యు జాగు చక్ను చ అన్యు జాగు చక్ను చ అన్యు జాగు చక్ను చ అన్యు జాగు చక్ను చ సృ యు వచిభ్యాం అన్యు జాగు జక్కు జక్ను చ అన్యు జాగు జక్ను చ సృ యువ సృ యువ సృ యు వచిభ్యో న్యు న్యుజ గోజక్నుచ సు యు వచిభ్యః సు యు వచిభ్యః అన్యుజాగు చక్నుచ అన్యుజాగు చక్నుచ సు యు వచిభ్యో న్యుజాగు చక్నుచ సు యు వచిభ్యో న్యుజాగు చక్నుచ సు యు వచిభ్యో న్యుజాగు చక్నుచ సు యు వచిభ్యో న్యుజాగు చక్నుచ సు యు వచిభ్యోన్యుజాగు చక్నుచ సు యు వచిభ్యోన్యుజాగు చక్నుచ ఆనాకః సింగ్భియః ఆనాకః సింగ్భియః अनाकः सिंहभियः अनाकः सिंहभियः अनाकः सिंहभियः अनाकः सिंहभियः आणकः लूधु सिंह धि धायिभ्यः लूधु सिंह धि लूधु सिंह घि धायिभ्यः लूधु सिंह घि धायिभ्यः आणकः आणकः लूधु सिंह घि धायिभ्यः आणकः लूधु सिंह घि धायिभ्यः आणकः आणकः आणकः लूधु सिंह घि धायिभ्यः आणकः लूधु सिंह घि धायिभ्यः आणकः लूधु सिंह घि धायिभ्यः आणकः लूधु सिंह घि धायिभ्यः आणकः लूधु सिंह घि धायिभ्यः आणको लूधु सिंह घि धायिभ्यः आणको लूधु सिंह घिधायिभ्यः आणको लूधु सिंह घिधायिभ्यः आणको लूधु सिंह घिधायिभ्यः आणको लूधु सिंह घिधायिभ्यः उल्मुख दर्वि होमिनः उल्मुख दर्वि होमिनः उल्मुख दर्वि होमिनः उल्मुख दर्वि होमिनः उल्मुख दर्वि होमिनः उल्मुख दर्वि होमिनः उल्मुख दर्वि होमिनः ह्रियः कुग् रश्च लोव ह्रियः कुग् रश्च लोव ह्रियः कुग् रश्च लोव ह्रियः कुग् रश्च लोव ह्रियः कुग् रश्च लोव ह्रियः कुग् रश्च लोव ह्रियः कुग् रश्च लोव ह्रियः कुग् रश्च लोव ह्रियः कुग् रश्च लोव ह्रियः कुग् रश्च लोव ह्रियः कुग् रश्च लोव ह्रियः कुग् रश्च लोव ह्रियः कुग् रश्च लोव ह्रियः कुक् रह च लहव ह्रियः कुक् रह च लहव ह्रियः कुक् रह च लहव ह्रियः कुक् रह च लहव ह्रियः कुक् रह च लहव ह्रियः कुक् रह च लहव ह्रियः कुक् रह च लहव हसि मृग्विण्व हसि मृग्विण्व मिद मिलु पूधूर्विभ्यस्तन् पूधूर्विभ्यस्तन् हसि मृ हसि मृग्वि हसि मृग्विण्व ह्रसि हसि हसि मृग्विण्व हसि हसि मृग्वि हसि मृग्विण्व अमि दमि लूपु लूपु धूर्विभ्यस्तन् लूपु धूर्विभ्यस्तन् हसि मृग्विण्वामि हसि मृग्विण्वा हसि मृगि हसि मृग्विण्वामि दमि लूपु धूर्विभ्यस्तन् लूपु धूर्विभ्यस्तन् हसि मृग्विण्वामि दमि लूपु धूर्विभ्यस्तन् हसि मृग्विण्वामि हसि मृग्विण्वामि दमि लूपु धूर्विभ्यस्तन् हसि मृग्विण्वामि दमि लूपु धूर्विभ्यस्तन् हसि मृग्विण्वामि दमि लूपु धूर्विभ्यस्तन् हसि मृग्विण्वामि दमि लूपु धूर्विभ्यस्तन् हसि मृग्विण्वामि हसि मृग्विण्वामि हसि मृग्विण्वामि दमि लूपु धूर्विभ्यस्तन् नयि याप इट् च नयि आपः इट् च नयि आपः इट् च नयि आपः इट् च नयि आपः इट् च नयि याप इट् च नयि याप इट् च नयि आपः इट् च नयि आपः इट् च नयि आपः इट् च नयि आपः इट् च नयाप इट् च नयाप नयाप इट् च नयाप इट् च तनि मृङ्भ्यां किच्च त तनि मृङ्भ्यां किच्च तनि मृङ्भ्यां कित् च तनि मृङ्भ्यां कित् च तनि मृङ्भ्यां कित् च तनि मृङ्भ्यां किच्च तनि मृङ्भ्यां किच्च अञ्जि घृसिभ्यः क्तः अञ्जि घृसिभ्यः क्तः अञ्जि घृसिभ्यः क्तः अञ्जि घृसिभ्यः क्तः अञ्जि घृसिभ्यः क्तः अञ्जि घृसिभ्यः क्तः द्रुतनिभ्यां द्रुतनिभ्यां दीर्घश्च द्रुतनिभ्यां दीर्घश्च द्रुतनिभ्यां दीर्घश्च द्रुतनिभ्यां दीर्घश्च द्रुतनिभ्यां दीर्घश्च द्रुतनिभ्यां दीर्घश्च द्रुतनिभ्यां दीर्घश्च द्रुतनिभ्यां दीर्घश्च जेर्मूट् चोदात्तः जेर्मूट् चोदात्तः जेर्मूट् चोदात्तः जेर्मूट् चोदात्तः जेर्मूट् चोदात्तः जोर्मूट् चोदात्तः जेर्मूट् चोदात्तः जेर्मूट् चोदात्तः जेर्मूट् चोदात्तः लोष्टफलितौ लोष्टफलितौ लोष्टफलितौ लोष्टफलितौ लोष्टफलितौ लोष्टफलितौ हृस्याभ्यामितन् हृस्याभ्यामितन् हृस्याभ्यामितन् हृस्याभ्यामितन् हृस्याभ्यामितन् हृस्याभ्यामितन् हृस्याभ्यामितन् हृस्याभ्यामितन् रुहेरश्चलो वा रुहेरश्चलो वा रुहेरश्चलो वा रुहेरश्चलो वा रुहेरश्चलो वा रुहेरश्चलो वा रुहेरश्चलो वा रुहेरश्चलो वा रुहेरश्चलो वा रुहे रश्चलो वा रुहे हे रः च लः वा रुहे हे रः च लः वा रुहे हे रः च लः वा रुहे रचलो वा पिसे हे किच्च पिसे हे किच्च पिसे हे किच्च पिसे हे किच्च पिसे हे किच्च पिसे हे किच्च पिसे हे किच्च पिसे हे किच्च स्रु दक्षि स्पृहि गृहिभ्य आय्यः स्रु दक्षि स्पृहि गृहिभ्य आय्यः स्रु दक्षि स्पृहि गृहिभ्य आय्यः स्रु दक्षि स्पृहि गृहिभ्य आय्यः स्रु दक्षि स्पृहि गृहिभ्य आय्यः स्रु दक्षि स्पृहि गृहिभ्य आय्यः स्रु दक्षि स्पृहि गृहिभ्य आय्यः स्रु दक्षि स्पृहि गृहिभ्य आय्यः स्रु दक्षि स्पृहि गृहिभ्य आय्यः स्रु दक्षि स्पृहि गृहिभ्य आय्यः दधिशायः दधिशायः दधिशायः दधिशायः दधिशायः वृयायण्यः वृयायण्यः वृयायण्यः वृयायण्यः वृयायण्यः वृयायण्यः स्तुवः केयश्चन्दसि स्तुवः केयश्चन्दसि स्तुवः केयश्चन्दसि स्तुवः केयश्चन्दसि स्तुवः केयश्चन्दसि राजेः अन्यः राजेः अन्यः राजेः अन्यः राजेरन्यः राजेरन्यः राजेरन्यः श्रूरम्योः च श्रूरम्योः च श्रूरम्योः च श्रूरम्योश्च श्रूरम्योश्च श्रूरम्योश्च अर्तेर्निश्च अर्तेर्निश्च अर्तेर्निच्च अर्तेर्निच्च अर्तेः नित् च अर्तेः नित् च अर्तेः नित् च अर्तेर्निच्च अर्तेर्निच्च पर्जन्यः पर्जन्यः पर्जन्यः पर्जन्यः वदेरन्यः वदेरन्यः वदेरन्यः वदेः आन्यः वदेः आन्यः वदेः आन्यः अमि अमि न क्षीय अमि न क्षीय जीव धिपतिभ्यो त्रन् अमि नक्षि यजि वधि पति अमि नक्षि यजि यजि अमि नक्षि अमि नक्षि यजि वधि पति अमि नक्षि यजि वधि पतिभ्यो त्रन् अमी नक्षि यजि वधि पतिभ्योत्रन् अमी नक्षि यजि वधि पतिभ्योत्रन् अमी नक्षि यजि वधि पतिभ्योत्रन् अमी नक्षि यजि वधि अमी नक्षि यजि वधि पतिभ्योत्रन् अमी नक्षि यजि वधि पतिभ्योत्रन् अमी नक्षि यजि वधि पतिभ्योत्रन् अमी नक्षि यजि वधि पतिभ्योत्रन् अमी नक्षि यजि वधि पतिभ्योत्रन् अमी नक्षि यजि वधि पतिभ्योत्रन् अमी नक्षि यजि वधि पतिभ्यः अत्रन् पतिभ्यः अत्रन् गडे राधेश्च कः गडे राधेश्च कः गडे हे आदे हे च गडे हे आदे हे च गडे हे आदे हे च गडे हे आदे हे च गडे राधेश्च कः गडे राधेश्च कः गडे राधेश्च कः गडे राधेश्च कः व्रूयाश्चित् व्रूयाश्चित् व्रूयः चित् व्रूयः चित् व्रूयः चित् व्रूयश्चित् व्रूयश्चित् व्रूयश्चित् व्रूयश्चित् सुविदेहे कत्रन् सुविदेहे सुविदेहे कत्रन् सुविदेहे कत्रन् सुविदेहे कत्रन् सुविदेहे कत्रन् सुविदेहे कत्रन् सुविदेहे कत्रन् कृतेहे नुं च कृतेर्नुं च कृतेर्नुं च कृतेर्नुं च कृतेहे नुं च कृतेहे नुं च कृतेहे नुं च भ्रू मृ दसि भ्रू मृ दसि यजि पर्वी पच्या मिता मेना मिह मिहर्ययिभ्यो अथच् भ्रू मृ दसि भ्रू मृ दृशि भ्रू मृ दृशि भ्रू मृ दृशि यजि पर्वी पचि अमि तमि नमि नमि भ्रू मृ दृशि भ्रू मृ दृशि यजि पर्वी पच्यमि तमि नमि हर्यिभ्यो हर्यिभ्यो अतच् हर्यिभ्यो अतच् हर्यिभ्यो अतच् भ्रू मृ दृशि भ्रू मृ दृशि यजि पर्वी पच्य यजि पर्वी पच्य यजि पर्वी पच्य भ्रू मृ दृशि यजि पर्वी पच्य भ्रू मृ दृशि यजि पर्वी पच्य मिता मेना मिता मेन मिता भ्रू मृ दृशि भ्रू मृ दृशि भ्रू मृ दृशि यजि पर्वी पच्य मिता मेना मित पच्यमि तमि नमि हर्यिभ्यो अतच् पच्यमि पच्यमि पच्यमि तमि नमि हर्यिभ्यो अतच् पच्यमि तमि नमि हर्यिभ्यो अतच् पच्यमि तमि नमि हर्यिभ्यो अतच् पच्यमि तमि नमि हर्यिभ्यो अतच् पच्यमि तमि नमि हर्यिभ्यो अतच् पच्यमि तमि नमि हर्यिभ्यो अतच् पच्यमि तमि नमि हर्यिभ्यो अतच् भ्रू मृ दृशि यजि पर्वी पच्यमि तमि नमि हर्यिभ्यो अतच् पृषि रञ्जिभ्यां कित् पृषि रञ्जिभ्यां कित् पृषि रञ्जिभ्यां कित् पृषि रञ्जिभ्यां कित् पृषि रञ्जिभ्यां कित् पृषि रञ्जिभ्यां कित् पृषि रञ्जिभ्यां कित् खलतिः खलतिः खलतिः खलतिः खलतिः खलतिः सिङ् सिपि सिङ् सिपि रुगमि सिङ् सिपि रुगमि वञ्ची जीवि प्राणिभ्यो अतः वञ्ची जीवि प्राणिभ्यो अतः वञ्ची जीवि प्राणिभ्यो अतः सिङ् सिङ् सिपि सिङ् सिपि रुगमि सिङ् सिपि रुगमि सिङ् सिपि रुगमि सिङ् सिपि रुगमि सिङ् सिपि रुगमि सिङ् सिपि रुगमि सिङ् सिपि रुगमि वञ्ची जीवि प्राणिभ्यो अतः वञ्ची जीवि प्राणिभ्यो अतः सिङ् सिपि रुगमि वञ्ची जीवि प्राणिभ्यो अतः सिङ् सिपि रुगमि वञ्ची जीवि प्राणिभ्यो अतः सीं सिपि रु गमि वञ्चि जीवि प्राणिभ्यो अतः सीं सिपि रु गमि वञ्चि जीवि प्राणिभ्यो अतः सीं सिपि रु गमि वञ्चि जीवि प्राणिभ्यो अतः सीं सिपि रु गमि वञ्चि जीवि प्राणिभ्यो अतः सी सीं सिपि रु गमि वञ्चि जीवि प्राणिभ्यो अतः बृहच्चित् बृहः चित् बृहः चित् बृहः चित् बृहः चित् बृहश्चित् बृहश्चित् रु विधिभ्याम् इङ्गित् रु विधिभ्याम् इङ्गित् रु विधिभ्याम् इङ्गित् रु विधिभ्याम् इङ्गित् रु विधिभ्याम् इङ्गित् रु विधिभ्याम् इङ्गित् उपसर्गे वसेः उपसर्गे वसेः उपसर्गे वसेः उपसर्गे वसेः उपसर्गे वसेः उपसर्गे वसेः कण्टिन्यूड्